ेनाक्षरसमान्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। ओके, गत अवसरे वयं किं पठितवन्तः? कोऽपि स्मारयितुम् इच्छति? कापि एक्चुलि अहं वदामि महोदय। धातु विषये इत्संज्ञा अनन्तरं चतस्रप्रक्रिया अस्ति। प्रथमं सत्वं पठितवन्तः। द्वितीयं किं पठितवन्तः? सत्वं। कति कार्याणि सन्ति? चत्वारि कार्याणि सन्ति। तानि कानि? सत्वं, नत्वं, नुमागमः, उपधादीर्घः। वयं सत्त्वविषये पठितवन्तः। नत्वम् अपि पठितवन्तः, परन्तु सम्पूर्णं न सत्त्वमपि सम्पूर्णं न अभवत्। सत्त्वं सम्पूर्णं अभवत्, नत्वं तु आरम्भमेव न कृतवन्तः। नत्वम् आरम्भमेव कृतवन्तः, परन्तु सम्पूर्णं न कृतवन्तः। ओके, इदानीम् अन्य कः अस्ति? अनुसूया महोदय, सत्त्वविषये वयं पठितवन्तः, अथवा वाट् आर् द इम्पोर्टेण्ट् पायिण्ट्स्? स्मरणे अस्ति धातोः आदे यः शः अस्ति, तर्हि तत्र शः शः अस्ति सः भवति इति तत्त्वं सूत्रम् उपदेशयति। ओके, तत्र बाधा अथवा समस्या किम् आगच्छति? यदा शः आगच्छति, शः सः भविष्यति, तदा शः समीपे सकारः अस्ति चेत् सकारस्य सकारः भवति। केन कारणेन? न यदा कारणं नास्ति तदा सन्धिः अपि नास्ति इति। पुनः वदतु, कारणं नास्ति न वर्धनीयं मेडं, बट् शकारस्य शकारः श्रुत्वसन्धिः भवति, तदा सकारस्य तकारः एव भवति, कारणं नास्ति तकारः भवति श्रुत्वसन्धे सन्धेः। अतः यदा शकारः एव गच्छति तदा श्रुत्वसन्धिः अपि गच्छति। तदा कारणं नास्ति, सकारः अस्ति चेत् सकारस्य कारणं नास्ति, गतम्। अतः पुनः पूर्वस्मिन् स्थित्याम् आगतम्। ओके, तदेव गत अवसरे एव्रिबडि कन्फ्यूस् युर् सेल्स् वित् ऐ डोण्ट् नो होल् लाट् आफ् मेस् निमित्तपाये डोण्ट् डू देट् निमित्त एव नास्ति चेत् निमित्तं सकार षकार ओके अतः सकारस्य निमित्तं सवर्गीयवर्णः सकारस्य निमित्तं ठवर्गीय टवर्गीयवर्णाः ओके अतः निमित्तमेव नास्ति चेत् अन्यत् यत् पूर्वमासीत् तदेव तिष्ठति ओके एतदेव अस्मिन् भागे वयं पठितवन्तः परन्तु केन कारणेन कन्फ्यूजन् उत्पन्नम् अभवत् अहं न जानामि परन्तु तत्तु अभवत् सो डोण्ट् गो टु डीप् इन्टु तत्र कोऽपि भ्रमः नास्ति किमस्ति कोऽपि भ्रमः नास्ति भ्रमः न अत्रापि नत्वविषये अपि भ्रमः उद्भवति एक्साक्ट्लि लैक् फार् सत्त्वविषये परन्तु मम किं एड्वैस् वदतु तत्तु डोण्ट् गो टु डीप् कारणम् अग्रे अन्य विषयान् वयं पठामः तस्मिन् समये स्पष्टता अधिकम् आगच्छति ओके इदानीम् अग्रे गच्छामः प्रश्नाः सन्ति वा सत्त्वविषये अग्रे सराम अन्येषां कृते किमपि अस्ति वा कण्णमा सर्वम् अवगतं गीता सर्वम् अवगतम् आं महोदय अग्रे सरामः सर्वे अवगमः अवगतं हा and kannama be very careful don't go too deep into the nitty gritties because it will create unnecessary problems okay astu bhaine astu astu bhaine agre agre spashtata adhikam bhavishyati tasmin samaye yat yani what is it prashnaha yat kimapi manasi udbhavati tasya उत्तरं तत्र प्राप्स्यति ओके हव् यु अटेण्डेड् दीक्षित् महोदयायाः वर्गः एनी आफ् यु नामभगिनी ओके जस्ट् फार् यु पीपल् सेक् ऐ एम् एण्टरिङ्ग् दट् क्लास् किमस्ति तत्र सत्त्वविषये नत्वविषये दे ओन्लि से शः सः कार्यं कथं करणीयं किमर्थम् एण्ड् आल् दे आर् नाट् गोयिङ्ग् इन् टु इट् तदेव नत्वविषये अपि जस्ट् सुपर्फिशियलि दे टच् आन् इट् अधिकं पठनीयं चेत् ओके फैन् सहजबोध पुस्तकम् अस्ति तत्र हिन्दीभाषायां स्पष्टीकरणं तु देट् देर् आल्सो द स्पष्टीकरणं यद् दत्तम् अस्ति तदपि only that much shakarasya sakare parivartanam yada kim aupadeshika sthityam shakarah asti tada sakare parivartanam kartavyam tadanugunam shakara anantaram yada murdhanya varnah asti tattalavya varne no सकार न दन्त्यवर्णे परिवर्तितं भवति देट् मच् ओन्लि दे हेव् सेड् ओके नत्वविषये अपि तदेव सो डोण्ट् गो काम्प्लिकेटिङ्ग् युर् लैफ् हा मेक् इट् कीप् इट् एस् सिम्पल् एस् पासिबल् तदा अवगमनं किञ्चित् अधिकं भविष्यति ओके बिकास् यु नीड् टु डू द वर्क् ओके इदानीं का पठति भागीरथी अहं भगिनी नत्वविधिः नो नः नो नः उपदेशे धात्वादेः नकारस्य स्थाने नकारः आदेशः भवति उपदेश अवस्थायां धातोः आदौ विद्यमान शकारस्य स्थाने नकारः आदेशः गीता पठतु अस्तु भगिनि पठितव्यम् इदानीं नत्वं पठितव्यं वा भगिनि नत्वम् आरम्भं करोतु पठनं अस्तु भगिनि नो नः 6164 उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति नः षष्ट्यन्तं नः प्रथमान्तं द्विपदम् इदं सूत्रम् आदेश उपदेशे शिति 6165 इत्यस्मात् उपदेशे 45 क्षम्यतां भगिनि क्षम्यतां 45 इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः दात्वादेः षः सः 6163 इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नः नः उपदेशे ओके एतावत् पर्यन्तं किम् अवगतवती तकारनकार नकारः कुत्र आगच्छति तस्मिन् स्थाने नकारः तकारनकारः भवति उपदेशे तन्नकरणकारः नकारः नकार मूर्धन्यनकारः मूर्धन्यनकारः कुत्र उपदेश आरम्भे मूर्धन्यनकारः आगच्छति चेत् तस्मिन् स्थाने दन्तनकारः आगमिष्यति तस्य स्थाने दन्तनकारः तस्य स्थाने आगमिष्यति ओके धात्वादेः वदतु वदतु धात्वादेः षः मूर्धन्यषकारः सकारः भवति इत्यस्मात् तत् सूत्रम् अनुसृत्य अनुवृत्तिसहितसूत्रम् एतत् नकारः कुत्र भवति तकारस्य नकारः भवति तस्मिन् समये नकारः मूर्धन्यनकारः दन्तनकारः मूर्धन्यनकारस्य स्थाने दन्तनकारः आगमिष्यति महोदय एकं तु सत्त्वविषये सूत्रं भिन्न आम् आम् अवगतवती सूत्रं भिन्नः तद् अत्र न आगच्छति अस्तु भगिनि तदपि अवगतवती एतदपि किञ्चित् अवगतवती ओके किं किं किम् ओके अहं प्रश्नं करोमि भवती केवलम् उत्तरं ददातु हा स्पष्टीकरणं वदतु अस्तु भगिनि सत्त्वविषये कस्य वर्णस्य स्थाने किं वर्णः आगच्छति मूर्धन्यषकारस्य स्थाने दन्तसकारः आगमिष्यति ओके इदानीं नत्वविषये कस्य स्थाने किम् आगच्छति मूर्धन्यनकारस्य स्थाने दन्तनकारः आगमिष्यति ओके इदानीं नत्वविषये सूत्रं किम् नत्वविषये नोणः नोणः सत्त्वविषये सूत्रं किम् तद् शहसः केवलं शहसः न धात्वादेः शहसः आं भगिनि धात्वादेः शहसः सम्पूर्णसूत्रमस्ति वा धात्वादेः शहसः उपदेश अस्ति भगिनि आदेश धात्वादेः शहसः उपदेशे तदस्ति सम्पूर्णसूत्रम्. ओके, आं भगिनि, आं भगिनि. इत्युक्ते धात्वादेः शः सः यत् सूत्रम् अस्ति तत् सम्पूर्णं नास्ति, तत्र अनुवृत्ति वयं स्वीकृतवन्तः पूर्वस्य उपदेशे इति पदस्य स्वीकरणम् अभवत्, तदा एव अस्माकं सूत्रं सम्पूर्णम् अभवत् धात्वादेः सः. ओके, तत्पर्यन्तं षष्ठम्. ओके, इदानीम् आगच्छतु नो नः विषये. नो नः सम्पूर्णमस्ति वा? न भगिनि, तद् सम्पूर्णसूत्रं धात्वादेः नः नः उपदेशे. ओके, धात्वादेः कुतः आगच्छति? धातुः आरम्भे न इति अस्ति पद यदस्ति भवती स्वीकृतवती, कुतः स्वीकृतवती? अनुवृत्तिसहितसूत्रं. परन्तु अनुवृत्ति कुतः आगतः? प्रथमे भागे धात्वादेः इति आगमिष्यति. कुतः इत्युक्ते महोदय फ्रोम् वेर्? आम् आम् आम् अवगतवती, अहं जानामि. पाठयति न अनिल् किं कुत्र कति कदा कुतः कथं किमर्थं सः सम्पूर्णतया जानाति. आम् आं भगिनि. इदानीं मम प्रश्नः एवम् अस्ति, अस्माकम् अस्ति नो नः इति सूत्रमस्ति, तत्तु तस्य सम्पूर्णं नास्ति. सम्पूर्णं कथं वयं कुर्मः? पूर्वस्य सूत्रस्य आधारेण केचन पदानि वयम् आनयामः अनुवृत्तिरूपेण. ओके, आम् आम्. अतः वयं तद्वयम् आनीतवन्तः, एकं तु अस्ति धात्वादेः, द्वितीयं तु अस्ति उपदेशे. ओके, इदानीम् उपरि पश्यतु. वयं धात्वादेः शः सः सूत्रस्य कृते किं पदम् अनुवृत्तिरूपेण स्वीकृतवन्तः? उपदेशे इति पदम्. उपदेशे इति पदं कुतः स्वीकृतवन्तः? उपदेशे अजनुनासिके इति प्रथमे प्रथमसूत्रतः न न अत्र पश्यतु इत्यस्य अनुवृत्तिः एतत् आदेशे उपदेशिष्यति. आदेश वदतु वदतु. आदेश उपदेशे शिति. इतः किं किं पदं स्वीकृतम्? आदेश उपदेशे शिति एव नत्वं मध्ये अपि सूत्रमस्ति, भिन्नं सूत्रम् अस्ति, परन्तु पदमेकं ततः वयं स्वीकृतवन्तः. किं पदं स्वीकृतवन्तः? आदेश स्वीकृतवन्तः वा? उपदेशे. उपदेशे इति पदं वयं स्वीकृतवन्तः. ओके, अत्र 6145 सूत्रस्य क्रमाङ्कः अस्ति, ततः आदेश न स्वीकृतवन्तः, अशितिः न स्वीकृतवन्तः, परन्तु उपदेशे वयं स्वीकृतवन्तः. धात्वादेः सह एतस्य सम्पूर्णार्थम्. ओके, अस्तु भगिनि, अवगतवती भगिनि, अवगतवती. ओके, इदानीम् अत्र गच्छामः नोणः अत्र विषये. णो नः अत्र पदद्वयमस्ति, परन्तु सूत्रं सम्पूर्णं नास्ति. भवती पठितवती धात्वादेः णः नः उपदेशे कति पदानि सन्ति अत्र? चत्वारि पदानि सन्ति. ओके, इदानीं णः नः एतत् सूत्रस्य पदानि आं भगिनि सूत्रेव सन्ति परन्तु अन्यपदद्वयं यत् अस्ति कुतः आगतः मूलसूत्रमस्ति आदे च उपदेशे धात्वादेः इत्यस्य अनुवृत्तिः आदे च उपदेशे शिति धात्वादेः सह सः इति इतः धात्वादे आगच्छति आदे च उपदेशे शिति इतः उपदेशे इति आगच्छति इदानीम् अवगतं आं भगिनि अवगतवती द्वयस्य अस्ति अनुवृत्तिरूपेण तद्वयं यदागच्छति भिन्नभिन्नसूत्रेषु आगच्छति आं भगिनि कृतवन्तः ओके अस्तु भगिनि इदानीम् अग्रे गच्छामः अनुवृत्तिविषये किञ्चित् अवगम अधिकं भवितव्यं अस्तु भगिनि धन्यवादः भगिनि सम्यक् अवगतवती ओके भागीरथी ओ भागीरथी तु उत्तरं दत्तवती चन्द्रमती क्षम्यतां चन्द्रमती अस्ति नमस्ते अन्य एक एक अस्ति भगिनि नो नो नः इदानीं किमर्थं नकारस्य प्रयोगः इत्युक्ते उपसर्गस्य रेपे म्यूट् अभवत् भागीरथी वदतु भगिनि न भवती म्यूट् अभवत् किमपि वक्तुम् इच्छवती क्षम्यतां भगिनि अहम् इदानीं म्यूट् रिमूव् कृतवती ओके यत्किमपि म्यूट् अवस्थायां यात् इदानीं पुनः वदतु कारणं वदामि भगिनि अत्र अन्य एक कारणमस्ति किमर्थं नकारस्य प्रयोगः म्यूट् अत्र आडियो मध्ये किमपि समस्या अस्ति म्यूट् मध्ये भवति भगिनि म्यूट् आटोमेटिक् मध्ये मध्ये गच्छति स्वयमेव गच्छति इदानीं सम्यक् वदामि भगिनि उपसर्गस्य रेपेण धातौ विद्यमानस्य नकारणस्व नत्वं न सम्भवति अतः यतः उपसर्गः भिन्नं पदम् अस्ति चेत् उपसर्गस्य रेपेण धातौ विद्यमानस्य नकारस्य नत्वं न सम्भवति इति अहं लिखितवती अतः अहं पठामि परन्तु यदि धातोः नकारस्य उपदेशः नकार उपदेशः अस्ति चेत् तर्हि उपसर्गात् समासे अपि नोपदे नोपदेश नः उपदेशस्य इति सूत्रम् अस्ति एतत् किम् अनेन सूत्रेण उपसर्गस्य भगिनि शनिवासरवर्गे पठितवन्तः ह्यः अहं भवत्याः ध्वनिमुद्रणं श्रुतवती तत्र तु अहं किमपि न उक्तवती एतत् एतत् महोदय उक्तवान् तत्तु भवत्याः शनिवासर किं पठनपाठन स्टडि ग्रूप् अस्ति न आं भगिनि तदेव सः उक्तवान् किल तत् अहं लिखितवती ओके ओके इदानीं वयं पठामः साक्षात् ओके भगिनि वर्गे वयं न पठितवन्तः तस्मिन् विषये. ओके, इदानीमेव अद्य एव पठामः. चन्द्रमती धातुवादेः नः उपदेशे अर्थात् अनन्तरं पठामि वा? अनन्तरं पठतु, उदाहरणमृतौ इति धातुः प्रथमम् उपदेशे जननासिके प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रम् इत्यनेन आनुनासिक आकारस्य इत्प्रज्ञा तस्य लोभः प्रथमाध्याये तृतीयपादे नवमं सूत्रम् इत्यनेन लोभस्य नट नट् नो नः चतुर् षष्ठाध्याये प्रथमपादे चतुर् षष्टितमसूत्रम् इत्यनेन नट नट् नट् इति लौकिक लौकिकः धातुः नटति नटि नाटकः नुलि नटरं ल्युटि अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते यथा नत्वविषये. अस्तु, नट इति धातु उपदेशावस्थायां नट इति धातु अस्ति, टकार उत्तरवर्ति अनुनासिक अकारः अत्र अस्ति, आदौ मूर्धन्यनकारम् अपि अस्ति. एतत् धातोः अर्थम् एव इति धातुः प्रथमम् उपदेशे अजननासिक इति सूत्रेण अनुनासिक अकारस्य इत्सज्ञा भवति, अनन्तरं तस्य लोपे सूत्रेण लोपः अपि भवति, नट नट् इति अवशिष्यते. अत्र आदौ विद्यमानः मूर्धन्यनकारः नो नः इति सूत्रेण अनुवृत्तिसहितसूत्रमस्ति उपदेशे अल धाद्वादेः न नः नः उपदेशे उपदेशावस्थायां धातोः आदौ न मूर्धन्यनकारः अस्ति चेत् तत् दन्त्यनकारः भवति इति सूत्रं वदति. एतत् सूत्रेण नट इति भवति इति लौकिकधातुः उपदेशधातुः अस्ति नट, किन्तु लौकिकधातुः नट इति भवति. नटति लटि नटति इति लट्लकाररूपं, नाटकः इति नील् प्रत्ययस्य योजनेन नाटकः भवति, लुट् प्रत्ययस्य योजनेन नटनं इति रूपमपि प्राप्नोति. सर्वत्र नकारस्य मूर्धन्यनकारस्य स्थाने दन्तिनकारम् आगच्छति. तावत्पर्यन्तं सर्वे अवगतवन्तः? किमपि प्रश्नः अस्ति वा? अग्रिम आगच्छन्ति सत्यं वदतु गीता. अवगतं भगिनि, अवगतम्. ओ ओके, यावत्पर्यन्तम् अवगतं चेत् अहं सन्तुष्टा. अग्रिमभागे किञ्चित् क्लेशः अस्ति. चलो कण्णम्मा पठतु. आं भगिनि, अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते यथा नत्वविषये. उपसर्गदस्मात्समासेऽपि नोपदेशस्य 8 4 8 उपसर्गादसमासेऽपि नोपदेशस्य 8 4 14 उपसर्गस्तात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् समासे असमासे अपि. आधिक्येन नकारादिधातवः यथा नी नयति नं नमति नश् नश्यति एते धातवः वस्तुतः उपदेशे नकाराद्यः नकाराद्यः सन्ति तदा नो नः 6164 इत्यनेन लोके नकाराद्यः भवन्ति यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे नत्वस्य निमित्तं वर्तते यथा परि अधिकं नि तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति अतः रसाभ्यां नो नः समानपदे 841 इति नत्वविधायकसूत्रेण नत्वं न स्यात् किन्तु उपसर्गादसमासेऽपि नोपदेशस्य इति सूत्रेण यत्र नोपदेशधातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे नत्वस्य निमित्तम् अस्ति तत्र नत्वस्य निमित्तं समानपदे नास्ति चेदपि नत्वं भवति ओके एतत् स्पष्टमस्ति उदाहरणं पश्यतु ए प्र अधिकं नि अधिकं ल्युट् प्र इस् इक्वल् टु प्र अधिकं नयनं बिकम्स् प्रणयनम् अत्र अत्र प्र इति उपसर्गः अस्ति नी तस्य अनन्तरम् आगच्छति नकारः अद् प्र अधिकं प्रत्ययः अस्ति पूर्वम् अस्ति नकारस्य पूर्वम् उपसर्गः अस्ति न न नी यद् धातु अत्र लिखितम् अस्ति तत् पूर्व तस्य पूर्वस्थितिः किम् आसीत् उपसर्गः प्र न न अहम् उपसर्गविषये किमपि न पृच्छामि केवलं नी विषये पृच्छामि प्र अस्ति विषये मा चिन्तयतु इदानीम् अस्माकं हस्ते किम् अस्ति प्र अधिकं नि अधिकं ल्युट् ओके एतत् बहु रफ रेफः न बहु लघु अस्ति किञ्चित् अधिकं करोमि हा सैज् प्र प्र अधिकं नि अधिकं नि अधिकं ल्युट् अधि ओ अधिकं ल्युट् ओके इदानीं प्रश्नः उदेति नि यदस्ति पूर्वं किम् आसीत् नकार अधिकम् ई ईकारः इत्युक्ते मूर्धन्यणकार ओके मूर्धन्यणकारः आसीत् इदानीं दन्त्यनकारः नकारे परिवर्तितम् अस्ति केन कारणेन केन कारणेन इति सूत्रेण सूत्रस्य आधारेण अत्र नि यद्वयं पश्यामः एतत्तु लौकिकरूपम् अस्ति अस्तु अस्तु ओके इदानीं पश्यतु भवती किं पठितवती ओ कुत्र गच्छति उपसर्गात् निमित्तात् परस्य नोपदेश्य नोपदेश पक्षस्य धातोः नस्य णः स्यात् समासे असमासे अपि. ओके, अर्थं किम् अवगतवती? उपसर्गस्तात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः न नस्य नः स्यात् न अवगतं भगिनि. नकारस्य दन्त्यनकारस्य मूर्धन्यनकारः स्यात्. ओके, भवति कदा? कदा समासे अस्ति अथवा असमासे अस्ति? असमासे अस्ति. इदानीम् आधिक्येन नकारादिधातवः एतत् सर्वं उदाहरणम् अस्ति. नयति. अस्तु अस्तु अस्तु भगिनि, इदानीम् अवगतम्. आधिक्येन नकारादिधातवः यथा नी नम् नश् एते धातवः वस्तुतः उपदेशे नकारादयः सन्ति. पूर्वं नकारः नकारः आसीत्, इदानीं लौकिकरूपेण नी नम् नश् दन्तनकारस्य धातोः अस्ति. इदानीम् अग्रे पठतु. तदा नो नः इत्यनेन लौकिकनकारादयः भवन्ति. यावत्पर्यन्तम् अवगतं भगिनि, सम्यक् अवगतम्. इदानीम् अग्रे पश्यामः. यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे नत्वस्य निमित्तं वर्तते. इदानीम् अवगतम्. अवगतम् अवगतं. पूर्वं मूर्धनकारः आसीत्, तदनन्तरं नोनः इति सूत्रकारणेन दन्तनकारः भवन्ति. तदापि उपसर्ग तस्य उपसर्गपूर्वम् अस्ति चेत् दन्तनकारः पुनः मूर्धनकारः उपसर्गादशमासेपि नोपदेशस्य इति. कदा भविष्यति तत्? यदा उपसर्गः कारणं ददाति. कारणं किं? रेफः. प्र तत्र रेफः रसाभ्यं नोनः समानं. नकारस्य णकारे परिवर्तनं कुर्मः. स्मरणे अस्ति? अस्तु अस्तु अस्तु भगिनि. प्र यदस्ति किं किम् अस्ति? पकारः पकारः रेफः रेफः अकारः अकारः. एतस्य योजनेन प्र इति सम्भवति. रेफः अस्ति, तदनन्तरं नकारः आगतम्. अस्तु भगिनि. एषः नकारः यद् अस्ति तत् पुनः णकारे परिवर्तितं भवति. केन कारणेन? रेफस्य रेफकारणेन. ओके, सर्वे अवगतवन्तः एतत्? अत्र उदाहरणस्य आधारेण वयम् अवगन्तुं शक्नुमः. यत्किमपि लिखितम् अस्ति तत्तु पार्श्वे स्थापयन्तु, उदाहरणं पश्यन्तु. णी यदासीत् पूर्वं णि आसीत्. ओके, किमस्ति? णी णि परिवर्तितम् अभवत् णि केन कारणेन ओ मम दोषः नि केन कारणेन नूनः कारणेन नः इति सूत्रस्य आधारेण वयं नी यदस्ति तस्य नी इति कृतवन्तः इदानीं नी धातोः पूर्वम् उपसर्गं स्थापयामः किमस्ति उपसर्गः प्र तत्र रेफः अस्ति इदानीं तत्पूर्वं पुनः एकं पश्यामः आ इति उपसर्गम् अहं स्थापयामि आ उपसर्गसहितं नी यदा अहं स्थापयामि लट् लकारे किं भविष्यति आनयति न आनयति तत्र नकार दन्तनकार एव तिष्ठति आनयति ओके परन्तु अत्र प्र यदा अहम् उपयोगं करोमि तत्र तु रूपसहित उपसर्गः अस्ति न अतः किं भवति लुट् प्रत्ययस्य योजनेन किम् आगच्छति नयनम् इदानीं लुट् प्रत्ययस्य आगमनेन ओ किमर्थम् इदानीं प्र एवमेव स्थापयामि प्र लुट् प्रत्ययस्य योजनेन नी किं भविष्यति नयनम् इदानीं प्र अधिकं नयनं यदस्ति तत्र तु रेफः अस्ति प्र तदनन्तरं नकारः अस्ति अतः एतस्य नकारस्य णकारे परिवर्तनं भवति अतः अतः प्रनयनं न भवति न भवति एतत्तु अशुद्धम् अस्ति अरे एतस्य स्थाने प्र नयनं भवति अवगतम् अवगतं भगिनि सम्यक् अवगतं भगिनि हरि ओम् भगिनि भगिनि इस् इट् बिकास् आफ् रकार आर् इस् इट् बिकास् इट् वास् आल्रेडि न अर्लियर् नी वास् नी इस् इट् बिकास् आफ् देट् आर् तस्य भवत्याः प्रश्नस्य उत्तरम् अग्रे आगच्छति धन्यवादः भगिनी हरि ओं पर्यन्तम् अवगतं चेत् अग्रे वयं पश्यामः अत्र तु नकारः पूर्वम् आसीत् तदनन्तरं नकारे परिवर्तितं भवति अत्र णि यदस्ति पूर्वम् णि आसीत् मूर्धन्येन इदानीम् उपसर्गं वयं योजयामः यत्र रेफः अस्ति अतः तेन कारणेन पूर्वस्मिन् स्थित्यां गच्छति प्रणयनम् इति ओके अन्यप्रश्नः अस्ति वा प्रणमा कुतःपर्यन्तं वयं पठितवन्तः अस्य कारणः रसाभ्यां अस्ति भगिनी अतः नकारस्य नकारः न भवति नत्वं न भवति मुत्तुलक्ष्मी कमान् कण्णम्मा किमपि समस्या उदाहरणं प्रयोगः नियोग ल्युट् योजनेन प्रयोगः नयनं प्रणयनम् इति भवति. परियोगः नाम परिणामः. परियोगः नियोगः नुल् परिनायकः. न दृश्यते भगिनि, स्क्रीन् न दृश्यते भगिनि. महोदय नास्ति, इण्टर्नेट् इश्यू. पुनः आगतवती. आटोमेटिकलि इट् जस्ट् शट् डौन्. हा, वेर् इस् कण्णम्मा? कण्णम्मा नास्ति. अहं पठन्ती अस्मि. हा, ओके. न, मम सङ्गणके किमपि समस्या अभवत् एण्ड् इट् जस्ट् शट् डौन्. ओके, भवती अग्रे पठतु. करपत्रं न दृश्यते महोदय. ओ हो, ओके, एकनिमिषं. हा, शास्त्रीन् न अभवत्. पुनः करिष्यामि. इदानीम् आं दृश्यते. ओके, कण्णम्मा आगतवती. हा, कण्णम्मा. आं भगिनि, आं भगिनि. मध्ये गतं मम इण्टर्नेट् समस्या आसीत्. ममापि एवमेव गतम्. अहं सम्भाषणं करोमि परन्तु कोऽपि उत्तरं न ददाति. ध्वनिः न श्रुतवती मम. ओके, इदानीं भवती अग्रे पठतु. समस्या किञ्चित् पुनः निवारणं. हरि ओं भगिनि, यत्र हरि ओम् एकनिमिषं. भगिनि, यावत् पर्यन्तम् अहम् अवगतवती तावत् किञ्चित् वदामि वा भगिनि? अस्तु भगिनि. औपदेशिकधातुः यदा मूर्धनकारः भवति, नो नः इति सूत्रेण मूर्धन्यनकारस्य दन्तनकारः उपयोगिरूपे भवति. तदनन्तरं तस्मात् पूर्वं यत्र उपसर्गः भवति, यदा तत्र रेपः भवति, तस्मात् रसाभ्यां नो नः इति सूत्रेण दन्तनकारस्य मूर्धन्यनकारः आदेशः भवति. ओके, सम्यक् वा भगिनि? तावत्पर्यन्तं तु सम्यक् अस्ति. अस्तु भगिनि, अस्तु भगिनि, धन्यवादः भगिनि. अत्र आं भगिनि, कुतः पर्यन्तं, यत्र इतः आरम्भं कर्तव्यं वा? यत्र एते धातवः उपसर्गपूर्वाः भवन्ति, अपि च उपसर्गे नत्वस्य निमित्तं वर्तते, यथा परि अधिकं नि, तत्र यतोहि उपसर्गः पृथक् पदमस्ति, अतः रसाभ्यां नो नः समानपदे इति नत्वविधायकसूत्रेण नत्वं न स्यात्. किन्तु उपसर्गादसमासेऽपि अपि नोपदेशस्य इति सूत्रेण यत्र नोपदेशधातुः उपसर्गपूर्वकः अस्ति, अपि च उपसर्गे नत्वस्य निमित्तम् अस्ति, तत्र नत्वस्य निमित्तं समानपदे नास्ति चेदपि नत्वं भवति. अत्र समासे परि अधिकं नि एकपदं नास्ति, पृथक् पृथक् पदम् अस्ति. तदापि रसाभ्यां रेफः अस्ति, तत्कारणेन रसाभ्यां नो नः समानपदे इति सूत्रेण दन्तनकारस्य मूर्धनकारपरिवर्तनं भवति न भवति सोरि सोरि न न भवति किन्तु उपसर्गदशमासेपि नोपदेशस्य इति कारण इति सूत्रस्य आधारेण न आधारेण मूर्ध दन्तनकारस्य परिवर्तनं मूर्धनकारः भवति इत्युक्ते उपसर्गस्य योजनात् पूर्वं रेफः अस्ति चेत् न आसीत् न इत्युक्ते न आसीत् नकारः आसीत् तत्र एव गच्छति ओके प्रथम भगिनी प्रथमं मूर्धनकारः आसीत् नूनः इति सूत्रेण मूर्धनकारः दन्तनकारः भवति तस्य पूर्वं यदा उपसर्गः अस्ति तत्र रेफः अस्ति तत् रसाभ्यां नूनः समानपदे नत्वदायकसूत्रम् अस्ति पृथक् पदम् अस्ति तत्कारणेन न भवति किन्तु उपसर्गसमासेपि नोपदेशस्य सूत्रेण कारणेन दन्तनकारः मूर्धनकारः पुनः भवति आगच्छति ओके कारणम् अत्र समानपदं नास्ति अस्तु रसाभ्यां नोणः समानपदे इति अस्ति अस्मिन् सन्दर्भे उपसर्गसहितधातु समानपदम् इति न मन्यन्ते अतः अन्यसूत्रमस्ति उपसर्गात् असमासे अपि नोपदेशस्य इति रसाभ्यां नोनः समानपदे तत्र समानपदे एव उपयुज्य नूनः तत्र न चेञ्ज् न भवति रसाभ्यां नूनः समानपदे यदा समानपदे अस्ति चेत् रसाभ्यां कारणेन नूनः न भवति भगिनि नकारस्य दन्त्यनकारस्य मूर्धन्यनकारे परिवर्तनं भवति यथा रामेण वयं पश्यामः न भगिनी एक सन्देहः अस्ति तत्र रसाभ्यां नो नः समानपदे इति सूत्रस्य अर्थं किम् रसाभ्यां नः इति सूत्रस्य अर्थं किं रेफः शकारः पूर्वमागच्छति तदनन्तरं नकारः दन्त्यनकारः आगच्छति चेत् तस्य दन्त्यनकारस्य परिवर्तनं मूर्धन्यणकारे भवति समानपदे अतः एव समानपदे एव एतत् सूत्रं भवति रसाभ्यां नूनः समानपदे एव एतत् सूत्रस्य उपयोगं भवति किन्तु उपसर्गदशामासेपि नोपदेशस्य इति कारणेन समानपदं नास्ति चेदपि तत्र रेषाभ्यां नो नः भवति न न न न अत्र पश्यतु देवेन ओके एतत् अस्ति अस्माकं तृतीया विभक्ति देवशब्दस्य एतस्य तृतीया विभक्ति देवः देवेन इति भवति ओके परन्तु यदा अहं रामः शब्दः स्वीकरोमि तत्र तृतीया विभक्ति किं भवति रामेण न मूर्धनकारः केन कारणेन रेफः अस्ति सामान्यतया अहं रामे न लिखामि परन्तु रामेण रेफः अस्ति तद् कारणेन अत्र पश्यतु रेफः तदनन्तरम् आ तदनन्तरं मकार तदनन्तरम् एकार तदनन्तरं नकारः अकारः इति वर्णविच्छेदम् अहं कृतवती. इदानीं पश्यतु हा यदा अत्र न अस्ति हा अत्र रेफः अस्ति ओके अद्य किं किम् आगच्छति आ इति आगच्छ स्वरः स्वरः इत्यागरः व्यञ्जनम् ए इत्यागच्छति पुनः स्वरः. अस्माकं हस्ते एकम् अन्यसूत्रमस्ति अत्कुप्वाङ् नुं व्यवायेति कर् इति कुत्र गतम् लास्ट् अत्कुप्वाङ् नुं व्यवायेति किम् माहेश्वरसूत्रस्य स्मरणमस्ति अट् पर्यन्तं गन्तव्यम् आ आरभ्य त पर्यन्तं गन्तव्यम् अयुन् ऋ एओ अयौच् हयवरट् तदनन्तरं न आगच्छति हयवरट् तत्र तकारः मिलति अतः अट् इति या वर्णाः अ आरभ्य तकारपर्यन्तम् अ इ उ ऋ ल ए ओ ऐ औ औ य एतत् सर्वम् आगच्छति चेत् तत्र नकारस्य परिवर्तनं भवति भवति तदनन्तरं किं लिखितमस्ति अट् कुप् वाङ् अतः कुप् कुप् इत्युक्ते कु पु द्वयमपि आगच्छति कु इत्युक्ते किं कवर्गः कवर्ग पु इत्युक्ते किं पवर्गः वर्गः मकारः कस्मिन् वर्गे आगच्छति पकारः वर्गे आगच्छति अतः परिवर्तनं भवति ओके अतः अत्र पश्यतु अ स्वरः अस्ति म पवर्गीयवर्णः अस्ति ए पुनः स्वरः अस्ति अतः अत्र रेफस्य कारणम् अस्ति तत्कारणात् नकारस्य नकारे परिवर्तनं भवति ओके अतः रा मे ण भवति रामे न तिष्ठति ओके अवगतं यावत्पर्यन्तं तत् रसाभ्यां नो नः समानपदेति सूत्रे समानपदे समानपदे अस्माकं हस्ते समानपदं नास्ति महोदय महोदय ऐ हेव् अन् इण्ट्रेस्टिङ्ग् एक्साम्पल् इन् दिस् काण्टेक्स्ट् सो नृत् धातु नकार इट्स् अ दन्त्य नकार सो परि प्लस् नृत् इफ् यु डु नृत्यति सो इट् इस् परि नृत्यति इट् इस् इट् डजन्ट् कन्वर्ट् ओके अग्रे वयं पश्यामः तस्मिन् विषये लिखितमस्ति डोण्ट् वरि तस्मिन् विषये लिखितमस्ति केचन धातवः अत्र लिस्ट् दत्तमस्ति अष्टधातवः सन्ति यत्र परिवर्तनं न भविष्यति ओके मन्दमन्दम् अग्रे गच्छामः कारणमस्ति ओके इदानीं कण्णम्मा यत् प्रश्नं पृष्टवती समानपदे विषये तस्य किञ्चित् समाधानं करोमि ओके अत्र उपसर्गात् असमासे अपि नोपदेशस्य इति लिखितम् अस्ति. अत्र असमासे किमर्थं नीयधातु अस्ति तत्र प्रमाणपदे नास्ति. समानपदं नास्ति, समानपदमस्ति, पृथक् पृथक् पदम् अस्ति. अतः रसाभ्यां नूनः कार्यं न करिष्यति. अत्र एतस्य सूत्रस्य आधारेण नकारः पुनः आगच्छति. ओके, पूर्वं नियत् अस्ति इदानीं, पूर्वं तु दन्त्य न दन्त्य न मूर्धन्यनकारः आसीत्. अतः तस्य पूर्वस्मिन् स्थितं पुनः स्वीकृत्य आगच्छति. ओके, अतः एव अत्र न आगतम्. ओके, अस्तु भगिनि, अस्तु. सर्वेषां कृते एतत् स्पष्टम्? अग्रे पश्यामः किमर्थं हा अग्रे आगच्छति. अनुसृत्या प्रश्नं तु कृतवती, तस्य उत्तरं तत्र आगच्छति. ओके, किञ्चित् तिष्ठन्तु हा. अनिल् अपि तदेव प्रश्नम् अनुसूया, अनिल् समानप्रश्नमस्ति. ओके, यावत्पर्यन्तम् अवगतं हा? आं भगिनि, सम्यक् अवगतम्. आं भगिनि, अवगतम्. इदानीम् अग्रे किम् अस्ति? अग्रे मुत्तुलक्ष्मी, भवत्याः पर्यायः न इदानीम्? आम् आम्, पठतु. यथा समासे प्रयोगः नियोगः ल्युट्, प्रयोगः नयनं प्रणयनं प्रणयनं, परियोगः नामः परिणामः, परियोगः नियोगः नुल् परिनायकः, परियोगः नियोगः तिन् परिणतिः, परियोगः नः योगः इक्तप्रत्ययस्य योजनं परिणद्धम्, परियोगः नं योगः घञ्च् प्रत्ययः घञ्च् परिणामः परिणामः प्रत्ययः ज्ञा अस्ति न ज्ञै ज्ञै घञ् प्रत्यय घञ् परिणामः. असमासे समासः सुबन्धानां भवति, न तु तिङन्तानाम्. अतः यत्र उपसर्गे नत्वस्य निमित्तम् अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति. प्रायोगः नदति प्रणदति. ओके, ओके, एतत् सर्वं वयम् इदानीमेव दृष्टवन्तः. अग्रे पठतु. नदै धातुः अनुबन्धलोपानन्तरं नूनः इत्यनेन नत्वविधानं नद् नद् योगः शप् योगः ति नदति प्रायोगः नदति उपसर्गादसमासेऽपि नोपदेशस्य इत्यनेन असमासे अपि उपसर्गस्थात् निमित्तात् नोपदेशस्य नत्वं प्रणतति इति भवति. तदेव उपरि यद् वयं पठितवन्तः तदेव अत्र अपि विवरणमस्ति. अन्य उदाहरणानि प्रणमति प्रणयति परिणमति परिणयति इत्यादीनि रूपाणि. वस्तुतः एते धातवः उपदेशावस्थायां नम् नश नह नश नह एवम् एव पञ्चत्रिंशत् नकाराति धातवः सन्ति. केवलम् अष्टौ धातवः उपदेशे नकारस्य सन्ति. नन्द उप क्षम्यतां, केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति. नर्द् नाद् नाथ् नाद् नन्त् नक् नक् नृ नृत् च. अतः प्रणर्दति प्रणर्तितुं प्रणर्तकः, अत्र उपसर्गे नत्वस्य निमित्तम् अस्ति परन्तु नत्वं न भवति. इत्यस्य स्पष्टीकरणं करोतु. अत्र अस्ति उत्तरम् अनिल् अनुसूया प्रश्नस्य. आम् महोदय, अवगतम्. मुत्तुलक्ष्मी वदतु. प्रयत्नं करोमि महोदय. वस्तुतः एते धातव उपदेश अवस्थायां उपदेशे नकारः अस्ति. पञ्चत्रिंशत् नकारादि धातवः सन्ति. किञ्चित् स्पष्टतया वदतु, मूर्धन्य वा दन्त्य? यथा मूर्धन्य नकारः उपदेश अवस्थायाम् अस्ति, अतः नकारादिधातवः इति उच्यते. केवलम् अष्टौ धातवः उपदेशे नकारः सन्ति. तत्र दन्त्यनकारः सन्ति अष्टौ धातवः इति कारणात् तत्र उपसर्गः अस्ति, तथापि त्वं न भवति. परिवर्तनं न भवति. ओके. आम्. यदा औपदेशिक अवस्थायां धातु मूर्धन्यनकारम् आसीत् तदा एव उपसर्गः, यदा वयं योजयामः तत्र रेफः अस्ति चेत् पूर्वस्थितं गच्छति. परन्तु यदा पूर्वमेव दन्त्यनकारम् आसीत् तदा दन्त्यनकारः तदेव तिष्ठति, यदा किम् उपसर्गः रेफसहितः अस्ति वा नास्ति. तत्र तु परिवर्तनं न भवति. कारणम् अस्माकं हस्ते सूत्रं नास्ति, समानपदे ऋणो नः अस्ति. तस्य सूत्रस्य अवकाशः अत्र न भवति. अनन्तरम् अन्यसूत्रं यदस्ति, उपदेशात् असमासे अपि नोपदेशस्य एकस्यापि अवकाशः न मिलति. अतः नकारः नकार एव तिष्ठति. अवगतम्? आं महोदय, अवगतम्. ओके, इदानीम् अनिल् भवान् पठितवान् वा? महोदय. अस्तु, ओके, अग्रे पठतु विलियम्. ध्येयं ध्येयं यत् उपसर्गात् समासे अपि नोपदेशस्य इतस्य अनुवृत्तिसहितसूत्रमस्ति. उपसर्गात् असमासे अपि णोपदेशस्य रसाभ्यां नः णः अट् कुप्वाङ्नुं व्याये अपि संहितायाम् अट् कुप्वाङ्नुं व्यवाये अपि इत्यनेन एतान् वर्णान् वर्जित्वा निमित्तस्य उद्देशस्य च मध्ये अन्य कोऽपि वर्णः भवति चेत् सः च वर्णः नत्वं प्रति व्यवधानम्. यथा प्र प्लस् नि प्लस् नदति प्रणिनदति प्रणिनदति. एक्स्प्लेनेशन् पठतु. अत्र प्र उपसर्गे स्थितस्य रेफस्य प्रभावेन नि उपसर्गस्थितस्य नकारस्य नत्वं भवति. परन्तु स च नि उपसर्गस्थितनकारः नदति पदस्य नकारं प्रति नत्वव्यवधानं, यतोहि मध्ये स्थितनकारः अट्कुप्वाङ्नुम् अट् कवर्ग पवर्ग आङ् नुम् इत्येषु नास्ति. ब्राकेट् मध्ये दत्तमस्ति तत् प्रणिनदति इति पदे नि उपसर्गे स्थितस्य नकारस्य णत्वं भवति 8417 इति सूत्रेण. तस्य च व्याख्या अत्र न आवश्यकी. तस्य व्याख्या अत्र न आवश्यकी. ओके, 8417 किम् अस्ति? 8417 बिल्कुल नास्ति. अग्रे कुत्रापि आगमिष्यति. ओके ओके, अत्र उपसर्गद्वयमस्ति, तदनन्तरं नदति इति किं सो महोदय, अत्र अत्र नद इति धातु नद, हा नद इस् अमङ्ग् द 35 अमङ्ग् द 35 अमङ्ग् द 35 न ओके, इट्स् नाट् अमङ्ग् द 8 नर्द् नाद् नाथ् नाद् नन्द् नक् मृत्. ओके, अत्र किमर्थं द्वितीयनकारस्य परिवर्तनं न अभवत्, कारणं किम्? अत्र आक्चुलि प्रकारणेन नी प्रथमं नी एणि मूर्धन्य एणि भवति, तत्तु सम्यक्. कारणं दट् अवर् उपसर्गे दट् पदम् अस्ति तद् नददि नद् दातु नत् अस्ति वा नद् उपदेशे नकारः अस्ति वा नद् दातु हा मूर्धन्य नकारः अस्ति नकारः अस्ति किन्तु समासे समासे व्यवधानमस्ति नकारव्यवस्था नदति. ओके, लिखामि. प्रथमं तु लिखित्वा वयम् अवगन्तुं प्रयत्नं कुर्मः. इदानीं मम हस्ते किम् अस्ति? प्र अस्ति, तदनन्तरं नि अस्ति, तदनन्तरं किम् अस्ति? नदति. ओके, अत्र नदति यद् अस्ति पूर्वं तु न आसीत्. नदति आरम्भस्तरे णकारः आसीत्. ओके, परन्तु नूनः सूत्रस्य आधारेण नकारस्य नकारे परिवर्तितं तु अभवत्. अत्र रेफस्य कारणतः इदानीं नकारद्वयमस्ति. कस्य नकारस्य उपरि रेफस्य प्रभावः आगच्छति? कम् आन् अनिल्, प्रथमं नकारस्य प्रथमनकारस्य उपरि एव आगच्छति. किमर्थं? इदानीं प्र तदनन्तरं नकारस्य नकारे परिवर्तनं भवति. कारणं कारणं मध्ये केवलं एकः स्वरः अ अस्ति, अकारः अस्ति. ओके, अनन्तरं पुनः नकारः आगच्छति, परन्तु अत्र मध्ये नकारः अस्ति. मध्ये केवल रेफः नास्ति, शकारः नास्ति, किमपि नास्ति. न, रेफ अस्ति, परन्तु रेफ अनन्तरं मध्ये नकारः अस्ति. अतः तस्य उपरि रेफस्य प्रभावः आगतः. तदनन्तरं पुनः रेफः नास्ति, अतः एतस्य नकारस्य स्थिते गन्तव्यं कारणमेव नास्ति. न न, द रेफस्य प्रभावः द सेकेण्ड् नकारः अपि शक्यते, परन्तु मध्ये व्यवधानं नकार अस्ति, बाधक णकारः अस्ति न अत्र, हा बिकास् ओन्लि कूपु एण्ड् स्वर शुड् बि देर् नकार कुवर्ग पवर् पवर्ग पवर्ग दोस् अदर् निमित्त वर्णाः नास्ति मध्ये, तद् कारणेन अनन्तरं नकारस्य णकारः न भवति. टु टु कारणेन व्यवधानम् अस्ति. बिकास् आफ् देट् दिस् थिङ्ग् वन् विच् अकुट् वाङ् नुं व्या वाय so is there you don't have a swara at varnah na kavargah na pavargah nasti madhye refah nakarahasya madhye tatkaranena nimitam na bhavati nakarasya nakara bhavitum arna harati na arhati tad mama mama chintanam tadeva परिवर्तनं कर्तुं कारणमेव नास्ति भगिनी. अत्र उपसर्गः प्राण प्रा अस्ति, उपसर्गात् असमासः अपि उपदेशस्य नः नः भवति इति कारणेन द्वितीयनकारस्य नकारः भवति. रैट् वा भगिनि? अमे रैट् आर् व्यवधानम् अस्ति चेत् तद् न भवति. या असमस् उपसर्गात् असमासे अपि अस्ति चेत् उपदेशस्य नकारः भवति. उपदेशे नकारः अस्ति चेत् नकारः भवति, अतः प्रणदति. अतः न न एव तिष्ठति. ओके, कारणं व्यवधानमेव नदति. ओके, अत्र नदति यदस्ति, ओ नदति न नदति यदस्ति तत्र तु नकारस्य परिवर्तनमेव न भवति, अवकाशः नास्ति न ना? प्रणदति नदति प्रणि ददति एवमेव अस्ति न अस्माकम् उदाहरणे प्रणि नदति. ओके ओके, यावत्पर्यन्तम् अवगतम्? प्रश्नः अस्ति वा? अवगतं प्रश्ने सम्यक् न अवगतं भगिनि. अवगतं सम्यक् अवगतं महोदय. विस्मरणं भवितुं शक्यते. विस्मरणं तु विस्मरणं सर्वदा भवति. ओके, सर्वेषां कृते अपि तत्तु मम कृते तु अधिकम् अस्ति. मम कृते किञ्चित् अधिकं वकार रेफ अकार न तत्र प्रकार रेफ अकार कुत्र अस्ति भागीरथी? नी तत्र नकार इकार इकार आम्. यावत्पर्यन्तम् अस्माकं हस्ते किम् अस्ति? रेफः अस्ति, रेफः अस्ति आं भगिनि, नकारः अस्ति आम्. ओके, इकारः कारणं प्राप्तं नकारान् रेफानन्तरम् अकारः अस्ति, तदनन्तरं नकारः आगच्छति. ओके ओके, अतः अत्र नकारस्य नकारे परिवर्तनं भवति. इकारः अपि सेवादायकः अस्ति खलु. न इकारः तु अनन्तरम् आगच्छति न. आम् अनन्तरम् आगच्छति परन्तु सेवादायकः अस्ति वा. परन्तु इकारः व्यवधायकं वा अनुकूलं वा. अट् प्रत्ययः अस्ति एकवारं नास्ति. अट् प्रत्यये इकारः अस्ति खलु. सर्वे स्वराः व्यवधानं. आमां धन्यवादः. कृष्णः इति वयं जानीमः. इदानीं कृष्णः यत् अस्ति एतस्य तृतीया विभक्ति किम्? कृष्णेन तृतीया द्वितीया भगिनी तृतीया कृष्णेन तत्र एकणत्वम् अस्ति अतः द्वितीयनत्वं न आगच्छति. श्रुतं वा श्रुतं एवं लेखनीयं वा कृष्णेन एवं शुद्धं भगिनि. एवं शुद्धम् ओके. इदानीं पश्यन्तु अत्र किम् अभवत्. शकारस्य अनन्तरं नकारः अस्ति. वर्णविभजनं कुर्वन्तु. क अधिकं रुः. कः करोति वा का करोति. भागीरथी. हा कमान् भागीरथी भवत्याः एव समस्या अस्ति न. ककारः अधिकं रेपः. वेर् इस् भागीरथी. भगिनि ऋकारः. भागीरथी अस्ति वा न. अगेन् ऐ एम् औट् ओवर् भगिनि. अस्मि अरे बापरे. सा एव वदति भगिनी अस्ति. अहम् अस्मि भगिनी. श्रूयते वा. श्रूयते भगिनि वदतु. भगिनी गतवती. स्वयं म्यूट् मध्ये गच्छति. करपत्रं न दृश्यते भगिनि. मीनाक्षी भगिनी लिफ्ट् द मीटिङ्ग्. ओहो विल् बि जायिनिङ्ग्. ओके. मम समस्या अद्य किमर्थं न जानामि परन्तु वारं वारं क्लेशामपि महोदय किं तदेव सर्वेषामपि तदेव भवति. एस् पि सि इस् थ्रोयिङ्ग् आल् आफ़् अस् औट् टुडे. द्विवारम् अभवत्. भागीरथी आगता. अहम् अस्मि भगिनि. ककारः त्रिकारः ऋकारः चकारः षकारः नकारः. इदानीं दन्त्यनकारः वा मूर्धन्यनकारः. दन्त्यनकारः. ओके. अनन्तरम् एकारः पुनः दन्त्य नकारः अकारः. ओके ओके भगिनि. इदानीं अस्माकं हस्ते नकारद्वयमस्ति. आं भगिनि. एकम् अत्र अस्ति एकम् अत्र अस्ति. ओके. अनन्तरं केन कारणेन नकारस्य परिवर्तनं भविष्यति? द्वितीयनकारेणापि भविष्यति. द्वितीयनकारे नकारे परिवर्तनं भविष्यति. द्वितीयनकारे परिवर्तनं भविष्यति न भविष्यति न प्रथमनकारेण न कृष्णेन. रैट् भगिनि रैट् राङ्ग् न न तस्मिन् विषये चिन्तनं करोतु. केन कारणेन किं परिवर्तनं भविष्यति तस्मिन् विषये चिन्तनं करोतु. अत्र नकारद्वयम् अस्ति अस्माकं हस्ते. ओके आं भगिनि इदानीम् एतस्य परिवर्तनार्थं द्वितीयनकारस्य परिवर्तनार्थं रेफः अस्ति पूर्वम् अथवा रे ऋकारः अस्ति वा षकारः ऋकारः अस्ति ऋकारः अस्ति परन्तु ऋकारानन्तरं किम् अस्ति षकारः अस्ति षकारः अस्ति. अस्माकं फार्मुला किं वदति ऋकारः अथवा रेफः अथवा शकारः अस्ति चेत् तदा एव नकारः नकारे परिवर्तनं भवति. ओके ओके भगिनि यावत्पर्यन्तम् अवगतम्? सम्यक् अवगतं भगिनि. ओके इदानीम् अस्माकं हस्ते ऋकारः अपि अस्ति शकारः अपि अस्ति. ओके कस्य प्रभावः एतस्य नकारस्य उपरि आगच्छति ऋकारस्य वा शकारस्य? शकारस्य एव. शकारस्य एव किमर्थम्? किमर्थं पूर्वमस्ति परन्तु ऋकारः अपि अस्ति न ऋकारः तत् पूर्वमस्ति. अतः ऋकारस्य अनन्तरं नकारः नास्ति शकारानन्तरमेव नकारः अस्ति अतः एतयोः एव प्रभावः. ओके ओके भगिनि अतः इदानीम् एतस्य नकारस्य वयम् अणकारे परिवर्तनं कुर्मः. आं भगिनि ओके नकारे परिवर्तनं तु कृतं कृतम् आम् आम् ओके इदानीं तदनन्तरं किम् आगच्छति? कृष्णेन. न तदनन्तरं किम् आगच्छति एतस्य नकारात् पूर्वं किम् अस्ति? एकस्य नकारात् पूर्वं एकारः अस्ति. ओके इदानीं पश्यतु अस्माकं हस्ते रेफः न ऋकारः अपि अस्ति षकारः अपि अस्ति नकारः अपि अस्ति. पश्यतु सम्यक्तया. ओके इदानीं परिशीलनं करोतु कस्य प्रभावः एतस्य उपरि आगन्तुं शक्यते? ऋकारस्य ऋकारानन्तरं तु शकारः आगतं शकारः सो शकारस्य प्रभावः तस्य शकारस्य उपरि आगच्छति नकारस्य उपरि आगन्तुं शक्यते परन्तु इदानीं परिशीलनं करोतु शकारानन्तरं किम् अस्ति? शकारानन्तरं नकारः अस्ति. नकारः अस्ति नकारः अस्माकम् अट्कुप्वाङ् नुम् तत्र आगच्छति वा? कुप्वाङ् नुम् नुम् नकारः अस्ति अट्कुप्वाङ् नुम् नुम् एकनिमिषं अट् अट् कुप् अहं तु विभजनं कृतवती कवर्गीयवर्णः पवर्गीयवर्णाः. ओके इदानीं किम् अनुस्वारः नुम् इत्युक्ते अनुस्वारः अनुस्वार अनुस्वारः ओके अत्र अनुस्वारः अस्ति वा अनुस्वारः नास्ति भगिनि अत्र नास्ति कवर्गीयवर्णः अस्ति वा कवर्गी अपि नास्ति नकारः कस्मिन् वर्गे अस्ति नकारः छ छजन्न टट टड्डण्ण टकार टवर्गस्य टवर्गस्य अस्माकं तु पर्मिशन् अस्ति कवर्गीयवर्णः अथवा पवर्गीयवर्णः अत्र तु कवर्गीयवर्णः अस्ति अतः बाधकवर्णः अस्ति नकारस्य परिवर्तनकृते एतत्तु बाधा आगतं न आं भगिनि अतः एतस्य वर्णस्य एतस्य नकारस्य परिवर्तनं भवितुं न अर्हति अवगतं भगिनि अतः एव नकारः एव दृश्यते तिष्ठति तत्र कृष्णेन तदेव समस्या अत्रापि आगच्छति पश्यतु प्र अत्र पकार रेफ अकार तदनन्तरं नि अत्र अस्माकम् अस्ति न इदानीम् एतस्य नकारस्य णकारे परिवर्तितम् अतः यदा अहं प्रणीद नदति वदामि एतस्य नकारस्य कृते रेफस्य नकारस्य मध्ये मूर्धन्यनकारः तिष्ठति न आं भगिनि अतः एतस्य परिवर्तनं कथं भवितुम् अर्हति ओके भगिनि सम्यक् अवगतं अवगतम् धन्यवादः भगिनि चलो समापयामः समयः अभवत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः अहं चिन्तितवती एतत् वयं समापयामः किञ्चित् अवशिष्टमस्ति अग्रिमावसरे पश्यामः ओके धन्यवादः शुभदिनं भवतु